नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। ञगन्तदातवः इति पाठः, तस्य एव अनुवर्तनं कुर्मः। तत्र हलादि हलन्तदातवः करणीयः किल, हलादिना हलन्तम् हलन्तधातूनां ञगन्तधातुसिद्धिः, तद् तस्य एव आरम्भं कृतवन्तः, परन्तु तस्मादेव पुनः पठामः। ये इति अस्ति सामान्यहलन्तधातूनां ञगन्तधातुसिद्धिः, तस्मात् पठामः। महोदय प्राप्तं चेत् पठति वा? एकनिमिष, हलन्तधातु ञगन्तधातुसिद्धिः ततः खलु ये आं ततः सामान्य सामान्यहलन्तधातूनां यङन्तधातुसिद्धिः अभ्यासे ह्रस्वाकारस्य दीर्घादेशः दीर्घोकितः इत्यनेन खाद् युग यङ् दित्वसामान्य अभ्यासकार्यं च चकाद् इति भवति। अनन्तरं चकाद्योग य दीर्घोकितः इत्यनेन अकित अभ्यासस्य दीर्घादेशः भवति यङि परे, तर्हि चाकाद् चाकाद्योगय चाकाद्यते चाकाद्येते चाकाद्यन्ते चाकाद्यसे चाकाद्येते चाकाद्यद्वे चाकाद्ये चाकाद्यावहे चाकाद्यामहे इति रूपाणि भवन्ति। दीर्घोकितः इति सूत्रमस्ति, अकित अभ्यासस्य दीर्घादेशः भवति यङि यङ्लुकि च इति। अनुवृत्तसहितसूत्रम् अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः इति, तत्र यङ् यङ् यङ्लुकोः इति। एवमेव बाध् इति अस्ति, तत्र बाध्युग यङ् बभा बाद् बभाद् अनन्तरं बाबाद् बाबाद्यते इति, बाबाद्यते बाबाद्येते बाबाद्यन्ते बाबाद्यसे बा क्षम्यतां बाबा क्षम्य तदेव बाबाद्येते बाबाद्यन्ते बाबाद्ये बाबाद्यावहे बाबाद्यामहे इति रूपाणि। बाद् इत्युक्ते बाधते इत्येव, बाधते अहं वारं वारं बाधते इति बाद् दातु खलु, बाधते बाद् बाधते वारं बाधते इति अस्ति। अग्रे पठामि वा? आम् आम्। अभ्यासे इकार उकारयोः गुणः गुणो यङ्लुको इति सूत्रेण वयं ज्ञातवन्तः पठितवन्तः। मीलियोग यङ् इति अस्ति, द्वित्वसामान्य अभ्यासकार्यञ्च मी मील् मिमील् मे गुणो यङ्लुकोः मिमील्य इति गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः भवति यङि परे मेमील्य मेमील्यते इति मेमील्यते इति रूपं भवति। मेमील्यते मेमील्यन्ते मील् किमस्ति तत्र, मील् अर्थः कः? मील् मील् इति मिलनं वा? तद् नास्ति खलु, मील् एकमेव निमील्यते उन्मील्यते अस्तु मीलति वा मील्यति वा मील्यते न यकारः अस्तु मीलति एव भुवादिगणि अस्तु मीलति अथवा मील्यते अस्तु मील्यते इति कर्मणि। गुणयङ्लुको वयं जानीमः अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः इति। एवमेव स्टीक् योगयङ् तत्र शेषीक्यते इति रूपं भवति। भूष् भूषणे प्रायः भोभूष्यते इति रूपाणि। तर्हि तत्र आकारान्त उपदा आकारः अस्ति चेत् दीर्घः भवति दीर्घोकिता इत्यनेन, अपि च इक् वर्णः अस्ति चेत् तत्र क्षम्यता इ उ अस्ति चेत् तत्र इकारस्य अस्ति चेत् गुणः भवति उकारस्य तादृश इकार उकारयोः गुणः भवति उकारस्य तदेव। केवलं दीर्घोपितः इति एकं कार्यम् आकारस्य, अत्र तु गुणो यङ्गपोः इत्यस्य इत्यनेन गुणः. शीक् इत्युक्ते किं? शीकदेव शीक् इति धातुत्रयमस्ति. शीक् सेचने भुआदिः, शीक् भाषायां चुरादिः, शीक् आमर्षणे चुरादिः. भाषायां शीकति शीकयति. घर्मकाले जनाः तत्र किमस्ति, शेषिष्यन्ते, वृक्षान् शेषिष्यन्ते जलेन. क्षम्यतां, शेषिक्यन्ते, शेषिक्यन्ते इति भवति भाषायाम् इति टु स्पीक्. अस्तु, शीक् आम् तत्र छात्राः तत्र आम् सत्यं, तत्र तादृश अर्थः अपि अस्ति. आमर्षणे इत्यर्थे अपि अस्ति. टु टच्, टु बी क्वयट्, टु टालरेट्, टु सफर्, तत्रापि शीक् शीकति शीकयति इत्येव अस्ति. अत्रापि शेषिक्यते एव भवति खलु, तद् आम् आम् तत् सत्यम् आम् आम् तदेव भवति. तत्र तु गणचिन्तनं नास्ति, सर्वत्र शब्द एव विधीयते. धन्यवादः महोदय. उषा भगिनि अग्रिम. बुष् दातु भगिनि, न अधुपद धातूनां यगन्त्यङन्तदातु अधुपदधातूनां यङ्गन्तसिद्धिः. सामान्य अधुपदधातूनां यङ्गन्तधातुसिद्धिः द्वित्वसामान्य अभ्यासकार्यं, तदा अभ्यासे ह्रस्व अकारस्य दीर्घ आदेशः. ओके, ह्रस्व अकारस्य दीर्घ आदेशः. गल् गल् योगः यङ् गल् योगः यकारः, ग गल्य ज गल्य इति भवति कुहोश्चुः. जगल्य दीर्घो अकितः इत्यनेन अकित् अस्ति चेत् अभ्यासस्य दीर्घः भवति. जागल्य जागल्य जागल्यते आत्मनेपति, जागल्यते जागल्येते जागल्यन्ते, जागल्यसे जागल्येते, जागल्यध्वे जागल्ये, जागल्यावहे जागल्यामहे. एवमेव पच् पच् योगः यङ् पच् योगः यकारः इति भवति. पपच् योगः यकारः, पपच्य पपच्य दीर्घो अकितः इत्यनेन पापच्य इति भवति. पापच्यते पापच्येते पापच्यन्ते, पापच्यसे पापच्येते पापच्यद्वे, पापच्ये पापच्यावहे पापच्यामहे. भगिनि गल् इत्युक्ते किम्? गल्यते, गलति, गलति इति प्रायः. आम् आम् ऐ थिङ्क् जग् आम् आं भगिनि, टु ईट्, टु स्वालो, टु निगरणं, गलति. अस्तु, वद् अपि तदा एव ववद् ववद्य इति भवति दीर्घो अकितः इत्यनेन. वावद् वावद्यते, वावद्यते वावद्येते वावद्यन्ते, वावद्यसे वावद्येथे वावद्यद्वे, वावद्ये वावद्यावहे वावद्यामहे. अपि च गद् अत्र कुहोश्चुः इत्यनेन ज गद् जागद्, सो जागद्यते जागद्यते जागद्येते जागद्यन्ते, जागद्यसे जागद्येते जागद्यद्वे, जागद्ये जागद्यावहे जागद्यामहे. पट् पापट् इति भवति, पापट्यते पापट्यते पापट्येते पापट्यन्ते. लश् लश्यपि लालश् लालश्य लालश्यते लालश्येते लालश्यन्त्वे, तथा एव लप् अपि लालप्यते लालप्येते लालप्यन्ते लालप्यसे लालप्येथे लालप्यद्वे लालप्ये लालप्यावहे लालप्यामहे सामान्यधातु तद् इत्यस्य व्यक्तायां वाचि तत्रापि टु स्पीक् टु टेल् इति अर्थे अस्ति भुआदिगणौ भुआदिगणीयः अनन्तरं तत्र चुरादिगणौ अपि गद् इति उभयपदि धातुः अस्ति तस्य अर्थः तु टु हाव् थण्डर् स्टार्म् टु हाव् क्लौड् कोल्युशन् इति भिन्नः अर्थः गदयति तत्र प्रायः शब्दः श्रूयते किल तस्य एव टु हाव् थण्डर् स्टार्म् लश् ओ लश् ऐ गेस् टु शैन् तदपि पश्यामि इति अस्ति लश् लश् लसति लसते वा लसति शैन् ऐ थिङ्क् बट् लश् ऐ ऐ थाट् दट्स् अस्तु लश् लश् कान्तौ एव संस्कृतौ उभयपदी अस्ति लशति लश्यति लशते लश्यते तत्र रूपद्वयम् अस्ति सम्यक्कारः आगतः तत्र प्रायः अभिलाष इति कान्ति सत्यं सत्यम् एतद् सूत्रं स्मरन्ति वा तत् बहु पूर्वं कृतं लश् योगः श्यन् योगः ति वा ब्राश् ब्लाश् भ्रमु प्लमु त्रुटिलश अनेन सूत्रेण तत्र श्यन् भवति प्रथम भुआदिगणौ दृष्टवन्तः प्रायः वा ब्राश् ब्लाश् भ्रमु क्रमु क्लमु त्रुसि त्रुटि लशः 3170 अस्तु अनेन तत्र वयं बहु बहु पूर्वं प्रायः एकवारं दृष्टवन्तः लशति लश्यति इति रूपद्वयं तत्र इतोपि एकः धातुः लप् इति तस्य अपि अर्थः लपति लपति लप् इत्युक्ते तदपि व्यक्तायां वाचि टु स्पीक् टु आर्टिक्युलेट् वयं किमर्थं सर्वदा वदति वदति इत्येव वदामः लपति इति अस्ति दधति इति अस्ति लपति परन्तु अत्र किञ्चित् तत्र सटल् अर्थभेदः जल्पति इति प्रायः अर्थे भवति परन्तु मूलार्थः सर्वत्र व्यक्तायां वाचि इत्येव अस्ति गप् शप् इति तादृश अस्ति वाल्मीकिरामायणस्य सुन्दरकाण्डे विलपति इति तदेव तदपि अस्ति तत्र एकम् इत्यस्यैव प्रायः विलापनं सत्यं परन्तु एकम् उदाहरणम् अत्र दत्तं तत्र अष्टाध्यायी डाट् काम् मध्ये वाल्मीकिरामायणे सुन्दरकाण्डे प्लवन्ति केचित् प्रलपन्ति केचित् लपन्ति तत्र हनुमान् कम्स् बेक् तत्र दीर्घः भवति चेत् प्रलापः इति वदामः किल तदेव तदेव यदा भवान् उक्तवान् तत्र विलालाप इत्यपि अस्ति तत् एकम् उदाहरणं रघुवंशात् स्वीकृतवन्तः विलालापस बाष्प गद् गद्गदम् तत्र प्रलाप इति कन्नडभाषा तदेव अस्मिन् अर्थे एव अस्ति प्रलापः तदेव प्रलाप सत्यम् लप् दातो तत्र एतत् अनेन भवति वा निचि योजयित्वा लाप इति भवति वा प्रलाप निजम् आम् सत्यं लपति इदानीं कर्तरी तु लपति अतः णिच् भवति चेत् तत्र लाप लापयति लापि लापयति समीचीनं सम्यक् विलाप लाप विषयप्रलाप प्रलाप नाट् दट् आफ्टर् तत्र केचन दातवः चिन्तयामः चेत् तद् अस्माकं भाषायां भवति तत्र वयं तत्र चरित्रस्मरणे न भवति यदा स्मरामः तत् तादृश बहवः शब्दाः भवितुमर्हन्ति सत्यं सत्यं यदा वयं तत्र लेखनं यदा मम यदा अहं परीक्षां लिखामि तादृशस्थलेषु यदा वयं तत्र अधिकप्रयोगः कुर्मः तदा एव अथवा सर्वत्र वदति वदति वदति इत्येव लिखामः तत्तु वयं सामान्यतया तस्य एव प्रयोगः कुर्मः परन्तु यदा यस्य तादृशं लेखनीयं टिप्पणीं तत्र बहुत्र तत्र शब्दस्य अभावः आगच्छति तत्र यदा अधिकं वदति वक्ति इति गदति इति गदति अस्तु अग्रे सरामः अरुणा भगिनी पठति वा अग्रिमं जनसनखन पठामि भगिनि जनसनखन इति धातूनां व्यञ्जन्तधातुसिद्धिः ए विभाषा इत्यनेन जनसनखन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि कित् प्रत्यये परे प्रथमम् आत्मपक्षे जन् योगः यङ् ए विभाषा इति सूत्रेण जन् धातु नकारस्थाने दीर्घ आकारः भवति जा इति धातु जा युगाय दित्तकार्यं जा जाय ह्रस्वः जा जाय दीर्घो अकितः इति सूत्रेण दीर्घ भूत्वा जा जाय जा जायते जा जायते जाय जा जायन्ते जा जास्ते जा जायते जाद्वे जाये जायावहे जायामहे जाजाय भगिनि आत्मपक्षे जन् युगुहयङ् प्रथमम् अभ्यासकारं भवति जन्य नुगतो अनुनासिकान्तस्य इत्यनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङि परे जञ्जन्य जञ्जन्य जञ्जन्यते ओके आत्मं न भवति ये विभाषा इति सूत्रेण आत्मं न भवति चेत् जन् युगयम् अभ्यासकार्यम् अस्ति जन् जन्य जा एव जा जा अन्य नुगन्तो अनुनासिकस्य सूत्रेण अनुनासिकान्ताङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति नुक् इति आद्यन्तो टकितो इति अन्ति भवति जञ्जन्य अनुस्वरस्य ये पदसवर्णहेन जञ्जन्य जञ्जन्यते इति रूपम् नुगतो अनुनासिकान्तस्य विषये अग्रे अस्ति तत्र पठामः अनुस्वारस्य उपलक्षणम् इति तत्र भिन्नसूत्रमपि अस्ति तद् तत्र एव पठामः इदानीम् एवमेव सन् सन् आत्मपक्षे सा सा या सा ह्रस्वः सा साय दीर्घो अङ्कितः इत्यनेन साशायते शास्यन्ते तदेव खन् दातु खन् अपि आत्मपक्षे सन् अत्र केवल सासन्य इति अभ्यास कार्यम् अनन्तरं नुक्कम भवति अभ्यासस्य अनुनासिकन्ताङ्गस्य अकार अस्ति चेत् नुक्कम भूत्वा स संज्ञा भगिनि तत्र अनुस्वारः एव परसवर्णः न भवति संज्ञते सन् अपि समानमेव प्रथमम् अर्थपक्षे काय कुहोश्चुः इत्यनेन ह्रस्व भवति भगिनि खास्थाने खास्थाने च कुहोश्चु यदा कुहोश्च शाखाय दीर्घो चाखाय चाखायते चाखायते चाखायन्ते चाखायते चाखाय शाखाये शाखाये ते शाखद्वे शाखे चकन्ये चकान् चकन्वहे चकन्महे चाकायावहे चाकायामहे तत्र अभावे अभावे चङ्खन्यते अतः तत्र नुगतो अनुनासिकान्तस्य इति एकस्मिन् पक्षे नुक् आगमः भवति अनन्तरं तत्र किमपि वार्तिकमस्ति अनेन तत्र पदान्तत्वं स्वीकृतम् अनेन तत्र वा पदान्तस्य इत्यनेन अनुस्व परसवर्णादेशः भवति तदेव अग्रे अस्ति तत्र तत्रैव तस्य विषये पठामः तत्र अनुस्वारस्य उपलक्षणम् इति नुक्कागमः जन सन् कन् तत्र धातुत्रयम् अत्र ये विभाषा इति आं तद् सूत्रं पठतु भगिनि एतत्तु यङ्गि एव भवति ये विभाषा जन् सन् कन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि नित् प्रत्यये परे अलोन्तस्य तेन अन्तादेशः ये सप्तम्यन्तं भाषा प्रथमान्तं द्विपदमिदं सूत्रं जनसनखनां सञ्जलोः इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः विद्वनोरनुनासिकस्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात्तोपपदे वनति तनोति आदीनाम् अनुनासिकलोपो झलि किन्निति इत्यस्मात् किन्निति इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुभूते सहित सूत्रमस्ति जनसनखनाम् अङ्गस्य आत् ए किन्निति विभाषा तदेव जनसनखनधातूनाम् अङ्गस्य आकार नकारस्थाने आकार आगच्छति किन्निति यङ् प्रत्यये परे कल्पेन सत्यम् अतः तत् यङ् लुकि अस्य प्रसक्तिः न आसीत् यकारादि कित्तिङित् प्रत्यये परे इति उक्तत्वा तत्र तु यङ् लुक् जातः किल तत्र तु वयं जनसनखनां सञ्जलोः सर्वदा तस्य एव उपयोगं कुर्मः किल तदेव तेन तत्र आत्वमेव भवति तत्रापि परन्तु नित्यम् आं महोदय यकि परे अपि सर्वत्र यक् इत्य तत्रापि भवति खलु आम् यकारादि कित्तिङित् आम् सत्यम् अत्र केवलं यङ् यङ् विषये इति न यकारादि कित्तिङित् प्रत्ययपरः यत्र यत्र अस्ति तत्र ये विभाषा भवति परन्तु यङ् लुक्कि तस्य प्रसक्तिः न आसीत् तत्र तु जनसनखनां सञ्जलोः अनेन आत्वं किं वदामः नित्यं भवति अत्र तु विकल्पेन किल तत्र एकमेव रूपम् आसीत् वा तत्रापि एकमेव प्रायः ओ तद् तद् झञ्झन्ति झञ्झनीति तत् ईति तु तत्र तस्य एव अन्यप्रत्ययः आसीत् किल समीचीनम् झञ्झन्ति झञ्झनीति संसन्ति संसनीति शङ्कन्ति शङ्कनीति इति रूपद्वयं तत्र तत्र बहुवचने दत्तमस्ति झञ्झति झञ्झति हा झञ्झति श्रुत्वमपि आश्रुत्य यङ्गो वा इत्यनेन तैः झञ्झनीति आं सत्यं तत्तु अनेन भवति के विभाषा इति यकारादि ङित् ङित् प्रत्ययपरे अतः यदा कर्मण्यामपि कर्मणि प्रयोगे अपि तस्य प्रयोग भवति किल कर्मणि अपि अस्तु महोदय भवान् एव अग्रिमसूत्रं धन्यवादः भगिनी नुगतोऽनुनासिकान्तस्य अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य अस्तु अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुगागमः भवति यङि यङ्लुकि च इति तत्र नुक् अनुस्वारस्य उपलक्षणं धातोः नुक् इति अनुस्वारस्य उपलक्षणम् अस्तु धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णः चेत् इदं कार्यं प्रवर्तते सत्यं न्यामाङ्गणान इति अस्ति चेत् अत्र धातोः अन्ते अनुनासिकवर्णः भवेत् अत्र अभ्यास अन्ते अत् ह्रस्व आकारः भवेत् नुक् आगमः कित् ककारैस्सञ्ज्ञः उकार उच्चारणार्थम् अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं तस्य नुक् प्रथमान्तम् अतः षष्ट्यन्तम् अनुनासिकान्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः इति यङ् अपि च यङ्लुको यङ्लुकि नुकागमः भवति अदन्त अभ्यासस्य अतः अभ्यासस्य इति ह्रस्वकारः भवेत् अदन्त अभ्यासस्य इति अस्ति तर्हि तत्र वयम् इदानीं सन् खन् तत्र सर्वत्र अदन्त अस्ति अनुनासिकान्त अस्ति तर्हि तत्र भवति नुगागम अनुस्वारः भवति परन्तु दीर्घोकितः इत्यनेन यदा दीर्घं कुर्मः तदा न भवति निवारितः भवति एतत् 74 75 दीर्घोकितः इति 6443 परसूत्रमस्ति इति कृत्वा वा न न दीर्घोकितः अपि 74 एव 74 परन्तु एतत्र निमित्तमस्ति किल अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य इति साक्षात् उक्तम् अत्र 83 एतत् 85 एतदपि 83 दीर्घोकितः 83 न तद् तत्र विषयं तद् नास्ति किल ए विभाषा इत्यनेन आत्वं भवति अनन्तरं आत्वम् इदानीं तत्र नुगतो अनुनासिकान्तस्य आगन्तुं शक्यते वा इत्युक्ते न किल न दीर्घोकितः इति खलु तद् दीर्घोकितः इत्यस्य भवति महति खलु दीर्घोकितः इत्यनेन दीर्घः एव भवति किल तदा अस्य प्रसक्तिः भवति या भवति तर्हि एतत् कार्यं न भवति तर्हि न भवति तदा न भवति अदन्त अभ्यासः नास्ति झा इति यदा अस्ति तस्मिन् समये दीर्घोकितः नुगतो अनुनासिकान्तस्य द्वयोः प्रसक्तिः भवति तस्मिन् समये आं चिन्तनं समये परसूत्रं परसूत्रम् इति कृत्वा झा इत्यस्मिन् भवितुम् अर्हति खलु तत्रापि आं सत्यं परन्तु अतः तदा अनुनासिका न भवति खलु आं तदापि सत्यं जञ्जन् जजन् इति तत्र एव भवति जजन् इत्यस्मिन् अन्नासिक जाजन् भवति वा जन् तत्र जञ्जन् इति तत्र तत्र एव खलु तत्र अनुनासिकान्त अङ्गं भवेत् तद् इदानीं जजा इति अनुनासिकान्तम् अङ्गं नास्ति आम् जञ्जन् इत्यस्मिन् एव भवति परन्तु अत्र उक्तमस्ति साक्षात् उक्तमस्ति अन्नासिक नुगस्ति प्रायः परसूत्रेणैव भवति इति चिन्तयामि अथवा अपवादः भवति तत्र यदि भवति चेत् जजा इत्यत्र नुगतो अनुनासिकान्तस्य इत्यस्य प्रसक्तिः एव नास्ति किमर्थम् इत्युक्ते अनुनासिकान्तमङ्गम् इदानीं नास्ति आमां परन्तु जजन् अस्ति खलु तत्र जजन् जजन् इत्यत्र दीर्घोकितः इत्यस्य अकित् अकित् एव आम् तत्र तस्य प्रसक्तिः अस्ति परन्तु नुगतो अनुनासिकान्तस्य इति परसूत्रम् अतः तस्य कार्यम् अपि च अपवादः भवितुमर्हति खलु नुक् इति कित् इति अकित् दीर्घो अकितः खलु आम् अकित् सत्यं सत्यं सत्यं गतो नुगतो अनुनासिकान्तस्य नुक् इति अकित् अकित् नास्ति कित् कित् सम्यक् सम्यक् अतः तस्य प्रसक्तिः एव नास्ति भवितुमर्हति खलु तत्र तत्र आदौ करणी कथं इति यदि कुर्मश्चेत् जजन् इति जाजन् इति भवति तत्र परन्तु न भवति चेत् नुगागमात् पूर्वमेव वयं कुर्मश्चेत् भवति खलु नुक् आगमात् पूर्वमेव कृतम् नुकागमात् पूर्वं ज ज य इति जाजन्य इति भवति खलु तदा नुगागमम् अङ्गकार्यम् अनन्तरमेव द्वित्वं खलु महोदय प्रथमम् अङ्गकार्यम् इत्यनेन नुक् आगमः भवति अनन्तरमेव ऐ थाट् द्वित्वं नुगतो अनुनासिकान्तस्य इति यकारः इत्यनेन प्रथमम् अङ्गकार्यं नास्ति वा अनन्तरमेव द्वित्वं भवति खलु द्वित्वं भवति आदौ एव भवति खलु सामान्य अभ्यासः नास्ति विशेष अभ्यासः अस्ति किल गुण तत्र जन् अत्र जन्य इति अस्ति जजन्य इति आदौ एव कुर्मः खलु तत्र एव द्वित्वम् आदौ एव कुर्मः खलु प्रथमं प्रथमं यकारः इत्यनेन यङ्ग् इत्यनेन अङ्गकार्यम् अनन्तरमेव द्वित्व अभ्यासः आं द्वित्व अस्ति द्वित्व जन्य इति अस्ति खलु जन्य इति अस्ति द्वित्वं भवति इदानीं प्रथमं नुक् एव भवति महोदय नुक् कथं भवति अनुनासिकान्तस्य खलु अभ्यासस्य खलु नुगागमः अभ्यास द्युत्तम् अनन्तरमेव न न विशेषणद्वयमस्ति तत्र अनुनासिकान्त अङ्गस्य अधन्त अभ्यासस्य नुकागमः अतः द्वयमपि आवश्यकम् आं द्युत्तममपि आवश्यकम् अनुनासिकान्त अङ्गमपि भवेत् आमाम् अपवाद इति स्वीकर्तुं शक्यते अपवाद अथवा परसूत्रम् इति परसूत्रम् अपवाद प्रायः परसूत्रम् अपवादः इति न वक्तुं शक्यते द्वयोः अपि अन्यत्र अवकाशः अस्ति किल न तत् अस्तु न तत्र न भगिनि तत्र आत्य तत्र अनुनासिक अस्ति चेत् एतस्य इदानीं दीर्घोकितः इति कार्यं कृतं कुर्मश्चेत् तत्र कुत्रापि तस्य अस्य सूत्रस्य प्रसक्तिः एव न भवति खलु अनुनासिका अस्ति चेत् अद्य नुगत अनुनासिकान्तस्य इति अन्यत्र कुत्रापि न भवति दीर्घोकित इति अन्यत्र अस्य नास्ति नुगतो अनुनासिकान्तस्य इत्यस्य वा आम् अदन्तभङ्गमस्ति तर्हि यदा अदन्तभङ्गमस्ति तद् दीर्घोकितः इति तद् भवति एव सर्वत्र इदन् अपवादः इति अनेन परसूत्रमस्ति तत् लाघवम् अस्ति कतो अनुनासिकान्तस्य किमपि लिखितम् अतः इति अदन्तवम् अस्ति दीर्घोकिता सर्व भवत्येव नुगागमात् पूर्वं तत्र काशिकायां किमपि अस्ति वा इति पश्यामः अनुनासिकान्तस्य अङ्गस्य यो अभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ् यङ्लुक्तौ परतः ओके उदाहरणानि अनन्तरं नुकित् एतद् अनुस्वार उपलक्षणार्थं द्रष्टव्यं स्थानिना हि आदेशः लक्ष्यते तेन यम्यम्यते इत्येवम् आदौ अझल् परत्वे अपि अनुस्वारो भवति पदान्तत्वात् वक्तव्यं तद् पूर्वम् अग्रे अस्ति सः कथं पुनर् स्थानिना हि मुखा हि स्थानि न अत्र आदेशो अनुस्वार उपलक्ष्यते तस्य विषये एव वदन्ति तत्र दीर्घोक्तः इति भवति वा इति न वदन्ति दीर्घोक्तः अत्र पश्यामः पूर्वमेव किल अचित् अभ्यासस्य दीर्घो भवति अङ्गी अङ्ग्लुपी च तावदेव तर्हि अकितः इत्यनेन एतद् ज्ञायते अभ्यास विकारेषु अपवादा न उत्सर्गान् विधीन् बाधन्ते इति अस्तु किम् एतस्य ज्ञापने प्रयोजनीयम् इत्यनेन सन्ध्यक्षरह्रस्वो न बाधते ओ तत्र एव महोदय तत्र एव तत्र न्यासे दत्तम् अस्ति यम् यम्यते इति यम उपरमे नुगातौ अनुनासिकान्तस्य इति नुक् अनन्तरं ननु च इत्यादिना अकित् इत्येतत् प्रत्याचष्टे यम् यम्यथ इत्यत्र मा भूत् इत्येवम् अर्थम् अकितः इति उच्यते अतः अत्र भगिनि अस्माकं करपत्रे दत्तं भगिनि यङ्गन्तप्रक्रिया इत्यस्य कृते यङ्गन्तप्रक्रिया इत्यस्य कृते सर्वप्रथमं यङ् विधीयते तथा सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा अनन्तरं तृतीय थिङ्ग् यङ् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तम् तत् सर्वम् अधुना कर्तव्यं द्वित्वम् अभ्यासकार्यम् इस् द फोर्थ् स्टेप् सो यदा सो यङ्गन्तं यङ् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं यथा सम्प्रसारणं न लोपः इत्यादिकम् ऐ गेस् द आगम अपि तत्र भवितुम् अर्हति इति मम चिन्तनं यङ् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं तत् सर्वम् अधुना कर्तव्यम् अनन्तरमेव द्वित्वम् अभ्यासकार्यं च समीचीनं तत्र अत्र एतदपि तत्र उक्तं प्रथमवाक्ये एव दीर्घोक्तः इति सूत्रे पदमञ्जरी न्यासे द्वयमपि तत्र प्रथमवाक्यम् एव अपवादत्वात् इति न प्राप्ते दीर्घे नुक् आरम्भवत् अपवादत्वम् अपवादग्रहणं बाधकमात्र उपलक्षणम् उत्सर्गग्रहणमपि बाध्यमात्रोपलक्षणम् स्वस्वस्य अवकाशः प्रायः ते अपवादम् इति स्वीकृतवन्तः इति अहं चिन्तयामि यम उपरमे नुगतानुनासिकान्तस्य इति नुक् ननु च इत्यादिना अकित् इत्येतत् प्रत्याचष्टे इति उक्तम् त तत्र नुक् न भवतु इति कारणेन अकित् इति तत्र उक्तम् इति तादृशचिन्तनमस्ति. तदेव अकित् इति उक्तं तदेव अस्ति. अत्र कित् भवति तत्र न करणीयम् इत्येव. न करणीयम्. आम् सत्यम् सत्यम्. अतः तत्र अपवादत्वम् इति ते प्रायः स्वीकृतवन्तः. अत्र एतद् काशिकायां तु न उक्तं, परन्तु अत्र अग्रे अभ्यासविकारेषु अपवाद न उत्सर्गान् इति वदन्ते. आम् तत्रापि प्रसक्तिसूत्रस्य प्रसक्तिरेव नास्ति इति, दीर्घोक्तितः इत्यस्य प्रसक्तिः एव नास्ति इति इत्यपि चिन्तयितुं शक्यते. नुगागमः भवति अग्रे गत्वा इति कृत्वा ते तद् अनिष्टं रूपं साधयति. परन्तु यदा वयं नुक् इष्यते अस्माभिः तदा तत्र अकित् इति उक्तम्, अथवा सर्वत्र तत्र नुगतो अनुनासिकान्तस्य इत्यनेन नुक् एव भवति. पाणिनि तद् न भवति खलु अत्र, तद् भवति वा न खलु? नशिष्यति तद् न भवति खलु, तद् न तादृशं नास्ति. अत्र यदि भवति चेत् नुगागमः न भवति अत्र प्रश्नः. तादृशं न, तद् न. एतद् अपवादत्वम् इत्येव अत्र त्रये काशिकायामपि न्यासे अपि अनन्तरं पदमञ्जर्यामपि अथवा सूत्रे अस्ति दीर्घोक्तितः इति यत् वदति, यत्र नुगागमः भवति तत्र एतत् कार्यं न भवति इति सूचयति एव खलु. अतः तत् तादृश अत्र एव तादृशं ज्ञापयति इति ज्ञापयति खलु, ज्ञापकमस्ति यत्र यत्र नुगागमः भवितुमर्हति अग्रे गत्वा तत्र न भवतु इति कृत्वा अकितः इति पाणिना दत्तं प्रायः स्थापितमासीत्. सत्यं सत्यं, तदेव. अतः एव एतद् आदौ अस्ति किल 83, तद् अग्रे एव. तर्हि अपवाद इति न स्वीकर्तुं शक्यते. अत एतत् अस्ति यत् सूत्र किमर्थम् इति, यत्र नुगागम अग्रे आयास्यति तद् दीर्घोकिता इति न प्रवर्तते एव इति अपि चिन्तयितुं शक्नुमः. आम् तदेव. एवं तर्हि अकितः इत्यनेन एतद् ज्ञाप्यते अभ्यास विकारेषु अपवादाना उत्सर्गान् विधीन् बाधन्ते इति. अभ्यासविकारः एव भवति किल, अभ्यासविकारेषु अपवादाना अपवादाः न उत्सर्गान् विधीन् बाधन्ते. अपवादाः न उत्सर्गान् विधीन् बाधन्ते. उत्सर्गविधि अपवादः न बाधन्ते. किमर्थम्? एतत्तु पूर्वम् अस्ति 83, तद् अग्रे एव अस्ति दीर्घो क्षम्यताम् नुगतो अनुनासिकान्तस्य इति 85 किल. आम् सत्यम्. एवं तर्हि अकितः इत्यनेन एतद् ज्ञाप्यते. अकितः इत्यनेन एतद् वयम् अवगन्तुं शक्नुमः. अभ्यास विकारेषु अभ्यासस्य विकारः भवति, अपवादाः न उत्सर्गान् विधीन् बाधन्ते इति. न उत्सर्गान् विधीन् बाधन्ते इति तत्र तत्र क्लिष्टरीत्या वदन्ति ते. आम् तस्य एव ते अत्र अभ्यासविकारेषु अपवादान् उत्सर्गान् विधीन् सोफार् चेञ्जस् सूपर् सीड् वन् रूल्स् डु नाट् सूपर् सीड् वन् अनदर् इत्येव वदति. चिन्तनं सम्यक्. ज्ञापनं आम् आं महोदय, अग्रे पठतु, तत्र पश्यामः. इतोपि अन्यत्र किञ्चित् सरलरूपेण दत्तं वा इति अहं दृष्ट्वा वदामि. तत्र वासु मध्ये आङ्ग्लभाषायां प्रायः काशिका अस्ति चेदेव वासु मध्ये भवति, अन्यत्र तदेव सः अपि लिखितवान् द एम्प्लाय्मेण्ट् आफ् दिस् टर्म् by acharya indicates the existence of the following maxim: abhyasa vikareshu apavadan utsargan vidin bhadante. So far as changes of reduplicative syllable are concerned, rules which teach those changes do not supersede one another. Mm-hmm. Do not supersede ityukte tad tad na bhadam na prapnoti dirgho kitaha na anugata anunasikantasya ityasya bhada na karoti iti avagantavya. तदेव तादृशमेव अभ्यासविकारेषु किल अभ्यासस्य एव विकारः भवति यद्यपि तद् अपवादः अस्ति अस्ति उत्सर्गान् विधीन् बाधः इदानीम् अनु अनुकागमः भवति चेत् अत्र दीर्घोकितः न भवति एव न भवति न भवति आम् परन्तु दीर्घ अपि तत् दीर्घः भवति चेत् अनुगागमः न भवति तादृश सत्यम् सत्यम् सत्यं सत्यं तत्तु सत्यं परन्तु मम अवगमनं रीडुप्लिकेटिव् सिलबल्स् आर् कन्सर्न्ड् इत्युक्ते तत्र यदा अभ्यासः अभ्यासकार्यं भवति कार्यं रूल्स् विच् टीच् दोस् चेञ्जस् अभ्यासकार्यस्य यद् एतद् किम् अस्ति दीर्घोकितः do not supersede one another ityukte nugato anunasikantasya ityasya badam na karoti tadapi tasya etasya badam na na karoti etadrisham avagantavyam va abhyasa vikareshu apavadan utsargan vidin badante agre patani aam mahoday जानीमः यत् यत्र नुगागमः भवति तत्र दीर्घोक्कितः इति न भवति तदेव सत्यं तदेव आं तदेव मुख्यविषयः आं कथमिति इतोपि चिन्तनीयं प्रमाणं चिन्तनीयम् उत्तरं प्रमाणचिन्तनीयं सत्यं किमर्थं न आम् आं तत् चिन्तनं अस्ति खलु तत्र यत्र इष्टरूपं न भवति चेत् तत् न करणीयं तदपि अस्ति खलु तत्र कुत्र तद् सर्वत्र अस्ति परन्तु एतद् एतद् मैक्सिम् तु सम्यक् अस्ति एतद् इत्यस्मिन् विषये चिन्तनीयम् एतद् उत्सर्गान् विधि तद् न बाधन्ते तद् द्रष्टव्यं सम्यक् हन्धातोः यगन्तधातु सिद्धि हन्तेरिंसायां यङि घ्नीभावो वाच्यः वार्तिकं तत्र 4621 इति नुगतः अनुनासिकान्तस्य इति सूत्रस्य प्रसङ्गे दत्तम् अनेन वार्तिकेन हन्तेर्हिंसायां यङि घ्नीभावः वाच्यः इत्यनेन हन् धातोः हिंसार्थे हिंसा अर्थे सति तस्य घ्नी आदेशः भवति यङि परे इति अस्ति हन्तेः अस्तु हन् योग यङ् हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः इत्यनेन हन् हन् इत्यस्य घ्नी इति भवति घ्नीयोगय इदानीं घ्नीयोगय घ्नी घ्नीय घी घ्नीय घिघ्नीय अनन्तरं तत्र कुहोश्चुः इत्यनेन झिघ्नीय अनन्तरं तत्र तत्र अभ्यासे चर्च इत्यनेन जस्त्वं झिघ्नीय अनन्तरं गुणो यङ्लुकोः इत्यनेन झेघ्नीय झेघ्नीयते हिंसायां झेघ्नीयते झेघ्नीयते झेघ्नीयते झेघ्नीयन्ते तत्र मांसाप् आपणेषु तत्र पशून् झेघ्नीयन्ते अतः तत्र हन्धातोः तत्र रूपद्वयं हिंसायां यदा हिंसा न भवति परन्तु हन् धातु सर्वदा हिंसा एव अर्थः किल अन्य अस्ति प्रायः हन् इति अन्य अन्यापि अस्ति चिन्तयामि तत्र हन् धातो हन् तत्र हन् धातोः एव तत्र उपसर्गाः यदा योजयामः बहु तद् भवति किल हन् धातु त्यागे ओहाक् त्यागे हिंसत्य सत्यं भगिनि तदेव हिंसागत्योः हिंसागत्योः हन् धातोः हिंसागत्योः इति टु किल् डेस्ट्राय् टु गो गत्यर्थकः अपि अस्ति खलु गत्यर्थकः अपि अस्ति भाषायां हन्दतो हननमेव अस्ति हिंसार्थे एव प्रयोगः अहं कुत्र न दृष्टं सत्यं सत्यं ग्नीदेश न भवति तर्हि तत्र अग्निभाव न अभ्यासाच्च इत्यनेन अभ्यासात् हन्दातौ हकारस्य स्थाने कवर्गादेशः भवति अस्तु कवर्गादेशः भवति अस्तु तत्र हन् योग यङ् द्वित अभ्यासकार्यं हन्य जहन्य तत्र झ भवति अनन्तरं झ भवति जहन्य अभ्यास उत्तरस्य हकारस्य कुत्वम् इदानीं कुत्वं कुत्र अस्तु हकारस्य कुत्वं घकारः भवति जघन्य जघन्य अभ्यासस्य नुग् नुगागमः नुगतो नासिकस्य इति अन्नासिकस्य इत्यनेन झङ्घन्य झङ्घन्य इति अनुस्वारपरसवर्ण झङ्घन्य झङ्घन्य इति एगन्तदातु झङ्घन्यते झङ्घन्यते इति अस्ति अभ्यास उत्तर हकारस्य कुत्वं केन भवति अभ्यासाच्च इति वा आमाम् अभ्यासात् ज इति अभ्यासः अस्ति खलु अनन्तरं हन् अस्ति तस्य हकारस्य तत्र हो हन्ते निन्नेषु इति तेन तत्र अनुवृत्तिः अस्ति खलु सत्यम् ओ एवं वा अभ्यासाच्च सत्यम् ओके अस्तु अङ्गस्य हहः कुः इति सूत्र अभ्यासाच्च इति सूत्रस्य अभ्यासात् हन्तस्तु हकारस्य स्थाने कवर्गादेशः भवति द्विविधमिदं सूत्रं सो अभ्यासात् हन्ते अङ्गस्य हहः कुः इति तर्हि सिद्धान्तकौमुद्यां हन्तरिंसायां यङि घ्नीभाववाच्यः जेग्नीयते हिंसायां किम् इत्युक्ते हिंसायां किम् इत्युक्ते तत्र यदि हिंसायां नास्ति चेत् झङ्घन्यते इति झङ्घन्यते झङ्घन्यते सम्यक् झङ्घन्यते जेग्नीयते झङ्घन्यते घ्नी इति हिंसायां यङ्गीघ्नीभावो वाच्यः समीचे आम् वयं घ्नन्ति इति दृष्टवन्तः तत्र घ्नन्ति इत्यस्य बहुवचनरूपं घ्नन्ति भवति आन्तरिकस्य परे हो अन्ते निर्णयेषु इति खलु तत्र हो अन्ते निर्णयेषु सत्यं नकारलोपः भवति खलु तत्र नकारः भवति घ्नन्ति इति भवति घ्नन्ति इति भवति अत्र तु आदेशः अभवत् जेघ्नीयते जेघ्नीयते रूपं सम्यक् अस्ति जेघ्नीयते झङ्घन्यते झङ्घन्यते इत्युक्ते वारं वारं गच्छति इत्यर्थे भवति किल झङ्घन्यते झङ्घन्यते वारवारं गच्छति अस्तु महोदय उषा भगिनि ससपतपद तदपि परिचितमेव तसपत् पद इति त्रयाणां धातूनां यङन्तधातुः धातुसिद्धिः नीक् नीक् वञ्चु स्रंसु ध्वंसु भ्रंसु कसपत पद स्कन्धां वञ्च् स्रंस् ध्वंस् भ्रंस् कसपत् पद स्कन्द् इत्येतेषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङि यङि यङ् लुकि च वञ्चुश्च स्रंसुश्च वि हेव् डन् दिस् बट् विस्मरामि भगिनि वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्ध च तेषाम् इतरेतरद्वन्द्वः वञ्चु स्रंसु ध्वंसु भ्रंसु कसपथ पदस्कन्धः तेषाम् ओके नीकप्रथमान्तं वञ्चु स्रंसु ध्वंसु भ्रंसु कसपथपदस्कन्धां षष्ट्यन्तं द्विपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः भवति. गुणो यङ्ग्लुकोः इत्यस्मात् यङ्ग्लुकोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं वञ्चुसृंसु ध्वंसु भ्रंसु कसपथपदस्कन्धाम् अङ्गस्य अभ्यासस्य नीक् यङ्ग्लुकोः. सो तस् योगः, सो यङ्ग्लुकोः इत्यनेन यङ्ग् अपि च यङ्ग्लुकोः. ओके, कस् योगः यङ् यङ् इत्यनेन कस्य देन् च कस्य भवति कुहोश्चुः क्षणीकस्य इत्य सो नीकागम इत्यनेन अभ्यासस्य नीकागम इत्यनेन चकारात् अनन्तरं नी भवति चनीकस्य इति यङ्गन्तधातुः. चनीकस्यते इति रूपं भवति. चनीकस्यते चनीकस् एते चनीकस्यन्ते चनीकस्यते चनीकस् एते चनीकस्यद्वे चनीकस् ये चनीकस्यावहे चनीकस्यामहे. वत् कस् भगिनि कस् इति गतौ, तदपि गतौ कस् गतौ गतिशासनयोः अदादिगणे अपि कस् इति धातुः अस्ति. तत्र अर्थः एकनिमिषम् आगच्छति. ओ तद् पाठभेदः इति किमपि उक्तं कसति इति अस्ति. कसति इति कस् गतौ, द्वितीय कस् किमर्थं नागच्छति? ओ सति किमर्थं कसति? कौमुदी धातुः इत्यस्य पाठभेदः इति उक्तम्. अयं धातुः सिद्धान्तकौमुद्यां पृथक् रूपेण नैव पाठ्यते, परन्तु तत्र 2.14 कंस् इत्यत्र अयम् अनिधित्येके इति निर्देशेन अयं पाठभेदः ज्ञापितः अस्ति. इत्युक्ते द सेम् मीनिङ्ग् सत्यं, परन्तु कसति कंस कसति विकसति अनेनैव भवति वा? विकसति वा? अनेनैव भवति विकसति प्रायः. आम् आम् सत्यं कसति वि कसति. हा सत्यं तदेव सम्यक् तदेव प्रयोगः अस्ति वा इति पश्यामि. सर्वत्र प्रयोगः विकसति इत्यस्य प्रयोगः अस्ति अस्ति न अत्र अष्टाध्यायी डाट् काम् मध्ये लिखितं वा इति. वदनं वीक्ष्य विकसत् पद्मसन्निभं रुक्मिणी परिणयः महाकाव्यं. वदनं वीक्ष्य कसति इत्यस्य प्रयोगः नास्ति, वि उपसर्गयुक्त एव भवति इति भाषायां सर्वत्र विकसति सत्यं. वदनं वीक्ष्य विकसत् पद्मसन्निभं. वदनं वीक्ष्य इत्युक्ते दृष्ट्वा एव किल. परिणयः सम्यक् विकसत् अत्र अकसत् इति लङ् प्रयोगः. विकसत् पद्मसन्निभम् सम्यक् अस्तु. आं भगिनि अग्रे एवमेव पत्योगः यङ् पत्य इति भवति, अनन्तरं नीक् आगमः भवति. पनीपत् इति भवति, पनीपत्यते पनीपत्येते पनीपत्यन्ते पनीपत्स् यते पनिपत्स्यसे पनिपत्स्येथे पनिपत्स्यद्वे यद्वे पनिपत्स्ये पनिपत्स्यावहे पनिपत्स्यामहे. वयं सिङ्ग् देर् इस् नो खलु भगिनि पनीपत्यते इत्यत्र सकारः आसीत् अत्र पनीपत्यते पनीपत्येते पनीपत्यन्ते पनीपत्यसे पनीपत्यसे पनीपत्येते पनीपद्यद्वे पनीपत्ये पनीपत्यावहे पनीपत्यामहे. सम्यक् तदा एव पद् पनिपद्यते पनिपद् न न पनिपद्यते पनिपद्यते पनिपद्येते पनिपद्यन्ते पनिपद्यसे पनिपद्येते पनिपद्यद्वे पनिपद्ये पनिपद्यावहे पनिपद्यामहे वञ्च् स्रंस् ध्वंस् भ्रंस् स्कन्द् इति चेति धातवः अनिदित् धातूना स्थले वक्ष्यमाणाः वञ्च् अनिदित् अनिदित् धातूनां अनिदित् धातूनां वाट् डु वि डु भगिनि अनिदित् धातूनां स्थले अनुदित्तग्रे आगच्छति तद् अग्रिमं तदेव अस्ति तत्र पश्यामः इति आम् प्रश्नः ओ वक्ष्यमाणाः सो अग्रे भवति अत्र प्रश्नः उदेति कस् योगः य इत्यस्य कृते क कस्य इति भवति च कस्य ओके चनीकस्य इति स्थितौ यदि चनी इति अभ्यासः अस्ति तर्हि किमर्थं महोदय तर्हि किमर्थं गुणोयङ्ग्लुकोः इत्यनेन गुणः भूत्वा चने कस्य न स्यात् नीक् अपि नीक् इति आगमः खलु चने कस्य इति न स्यात् उत्तरत्वेन विधानस्य सामर्थ्यात् उत्तरत्वेन विधानस्य सामर्थ्यात् नीक् इति विधानं भवति सामर्थ्यात् गुणो न भवति इष्टः यङन्तधातुः यदि चनेकस्य इति अभविष्यत् तर्हि पाणिनिः साक्षात् नेक इति आगमम् अकरिष्यत् नेक् नेक् इति आगमम् अकरिष्यत् आगमः यदा कोऽपि भवितुम् अर्हति तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् एतादृशात् स्वातन्त्र्यात् एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्येव इष्टम् अस्मिन् सामर्थ्ये लाघवम् अपि अस्ति अस्तु भगिनि समीचीनं वा तत्र विधानसामर्थ्यात् इति वयं सर्वत्र वक्तुं शक्यते विधानसामर्थ्यात् तत्र गुणः न भवति सः तु नीक् एव इष्टवान् अतः एव नीक् इति आगमः उक्तवान् नेक् इति इष्यते चेत् नेक् इति सः वक्तुं प्रायः वक्तुं शक्यते परन्तु तादृशं सः न उक्तवान् इति कारणेन तत्र नीक् एव तत्र गुणोयङ्लुकोः इत्यनेन गुणः न भवति एतदेव वयं पूर्वस्य कृते अपि अप्लिकेशन् कर्तुं शक्यते विधानसामर्थ्यात् इति वयं तत्र अर्थात् के अक् इत्यस्मिन् तत्र रिङ्ग् शङ्ग् लिङ्ग् टु इत्यनेन तत्र क्री क्री इत्यस्य रि इति भवति क्री इति तत्र सार्धात्क किमस्ति अत्र दीर्घः किमर्थं न भवति अकृ सार्ध दीर्घः इति वयं दृष्टवन्तः विधानसामर्थ्यात् इति विधानसामर्थ्यात् क्री इति भवति क्रियोगया इति अस्ति क्रियते किमर्थं न भवति क्रियते इत्येव विधानसामर्थ्यात् अन्यथा अकृसार्ध दीर्घ इत्यस्य प्रसक्तिः भवति आम् सत्यं समीचीनं सम्यक् पत् पद् इति अत्र सूत्रे उक्तत्वात् ओके सूत्रे उक्तत्वात् तदा एव पूर्वं वयं पठितवन्तः खलु अदर् अकार उपद पच् पद् गद् ओ तदा नास्ति तत्र दीर्घो अकितः अत्र दीर्घो अकितः नास्ति यतोहि नीक् आगमः इत्यनेन सूत्रे अपि एतद् आसीत् अत्र न नीक् आगमः इति कारणेन तत्र दीर्घोक्तितः न भवति नीक् आगमः इति कारणेन गुणोयङ्लुकोः अपि न भवति किमर्थम् इत्युक्ते नीक् एव इष्यते धन्यवादः भगिनी अरुणा भगिनी अनुनासिकान्त श्रूयते वा भगिनि अनुनासिकान्त अदुपदधातूनां यङन्तधातुसिद्धिः यदा दृष्टं पूर्वं नगतो अनुनासिकान्तस्य इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङ्गे परे. अतुपद अनुनासिकान्तधातूनां दित्व अभ्यासकार्ये सति एतादृशी स्थितिः उपपद्यते. यथा गम् धातु जग्गम् अत्र अङ्गम् अनुनासिकान्तम् अभ्यासश्च अदन्तः एवमेव तन् तन् यं ययं रं ररं खण् चखन् अत्र अनुनासिक केवलम् अन्य अनुनासिकान्त धातु दत्तं भगिनि. ओके नगुतोनुनासिकान्त सूत्रेण अनुनासिकान्ताङ्गस्य अदन्त अभ्यासस्य नुगागमो भवति. उदाहरणमस्ति धातुः गं गं गं तन्यं रन् रं खण् खण् इति धातु खण् युगयङ् खण्य चुहुहुतेन चखण्य नुक् नुगतो अनुनासिकान्तसत्तेन नुक् आगमभूत चङ्कण्य चङ्कण्यते चङ्कण्येते चङ्कण्यन्ते चङ्कण्यस्य चङ्कण्यथे चङ्कण्द्वे चङ्कण्य चङ्कण्यद्वे चङ्कण्य चङ्कर्णे चङ्कर्णे चङ्कर्ण्यावहे चङ्कर्णावहे गम् अपि तदा एव गम् जङ्गं भवति भगिनि जङ्गं जङ्गम् इति धातु जङ्गम्यते जङ्गम्यते जङ्गमन्ते जङ्गम्यसे जङ्गम्येथे जङ्गम्मध्ये जङ्गं जङ्गम्मध्ये जङ्गमहे जङ्ग्यामहे जङ्ग्यावहे वहेमहे मन् अपि मन् इति अत्रापि नुपागम भूत्वा मा मन्यते पतिवर्ति मा मन्य रम् अपि रम्यते यं ययम्यते इति धातु अङ्गं भवति यङ्गतधातु. अन्ये धातवः यथा वं थं छं झन् रन् रूपाणि एवं भवन्ति. चङ्कण्यते चङ्क्षण्यते रं रण्यते वं वंस्म्यते तं तन्यते जञ्जस्म्यते जङ्गम्यते जञ्जम्यते जञ्जञ्चे मं मन्यते यं यां यम्यते. पठितवन्तः अत्र सूत्रम् अन्तर्गतं वार्तिकमस्ति. पदान्तं वचे इति वक्तव्यम् अनेन अनुनासिकान्त अङ्गस्य अदन्त अभ्यास नुक् आगमो नो आगमे सति च अभ्यासपदान्तत्वात् इति मन्तव्यम्. ओ पदान्तः संज्ञा भवति अत्र तस्मात् वा पदान्तस्य इत्यनेन परसवर्णविकल्पः. अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथा सङ्गां नाम यत्र अभ्यासः अदन्तः अतः यं यम्यते यं यम्यते जङ्गम्यते जङ्गम्यते इत्यादि रूपद्वयं भवन्ति. रूपद्वयं भवति सर्वत्र. सत्यं पदान्तत्वम् इति अभ्यासस्य अदन्त अभ्यासस्य तत्र पदान्तवत् इति वयं स्वीकरणीयम् अनेन वार्तिकेन पदान्तवत् चेति वक्तव्यम्. अतः तत्र परसवर्णविकल्पः भवति वा पदान्तस्य इत्यनेन. आं भगिनि तत्र नुगतो अनुनासिकान्तस्य इति एतदेव वयम् इदानीमेव पठितवन्तः. सत्यम् अनुनासिकान्तस्य अङ्गस्य अभ्यासस्य नुक् यङ् लुकोः भवति. धन्यवादः भगिनि. सम्यक् श्रूयते वा अधुना भगिनि? हा सम्यक् श्रूयते एव. आम् प्रतिदिने अपि नास्ति. धन्यवादः. महोदय जप झभ दः पश. जप झप् झभ् दः पश् इति चतुर्णां धातूनां यङन्तधातुसिद्धिः. यङन्तप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते ह्रस्व अकारः अस्ति, किन्तु धात्वन्ते अनुनासिकवर्णो नास्ति, अतः नुगतो अनुनासिकान्तस्य इत्यनेन नुगागमः न भवति. तथापि येषां नुगागमे भवति जप जप दह दश भञ्जपशाञ्च इति विशिष्टसूत्रेण. अस्तु, नुगतनासिकस्य इति अनुनासिकान्त नास्ति, तथापि नुगत अनुनासिक इति अनुनासिकस्य अनुनासिकान्तस्य एव भवति नुगागमः. परन्तु अत्र जप् जप् दह् पश् इति एते अदन्त उप अकारान् अस्ति, तथापि भवति एतेषां विशिष्टसूत्रेण. जपयोग यङ् जजप्य अनन्तरं जञ्जप्य तत्र विकल्पः भवति केन वार्तिकेन पदान्तवच्च इति वक्तव्यम् इति सूत्रेण. तर्हि जञ्जप्यते जञ्जप्यते जञ्जप्यते इति जब् योग यङ् जञ्जभ्यते इति जञ्जभ्यते इति भवति. दह् योग यङ् तत्र दन्दह्यते दं दह्यते इति रूपं वयं तत्र पं पश्यते अनन्तरं पं पं पश्यते इति तत्र अनुस्वारः अपि च मकार भवति तत्र पदान्तवच्च इत्यनेन तत्र रूपाणि रूपद्वयं भवति. दञ् धातुः भञ् धातुः चेति द्वौ धातुः अनिदित् धातूनां स्थले वक्षमाणौ यतौ तत्र अनिदित् अस्ति यत् अनिदित् धातूनां तत्र भवति इति अस्ति. जप जप दह दश भञ्जां पशाञ्च भञ्जा भञ्जपशाञ्च इति सूत्रं सप्तमाध्यायचतुर्थपादस्य षडशीतितमं सूत्रमस्ति. जप जप दह दश भञ्ज पश् इत्येतेषां धातूनाम् अभ्यासनुगागमः भवति यङि यङ्लुकि च. नुक् इत्यस्मिन् ककारः इत्संज्ञकः उकारस्य उच्चारणार्थं नुक् अनुस्वारस्य अपि उपलक्षणमस्ति. दंश् धातोः अस्मिन् सूत्रे अनुस्वारः नास्ति, यतोहि यङि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति. तत्र दंश् धातोः अस्मिन् सूत्रे अस्तु दश् एव अस्ति खलु तत्र, अतः अनुनासिकस्य एव भवति. वयं तत् पृष्टवन्तः अत्र दंश् नुमागमः कुत्र भवति अत्र वयं दृष्टवन्तः खलु. आम् एतस्मिन् विषये वयं गतपाठे रब् रब् रम्ब् इति तत्र लम्ब् लब् लबिन् तत्र अद्य एव दृष्टवन्तः वा पूर्व पूर्वस्मिन् सूत्रं भगिनि सारि एतद् भिन्नम् अस्ति सो न अत्र नास्ति नुमागमः भवति विशिष्टसूत्रेण खलु. अत्र वयं रम्ब् तत्र रब् धातोः रम्ब् इति भवति कुत्रचित् दंश् इति तत्र भिन्नभिन्नसूत्रमस्ति खलु. तद् आं पठितवन्तः एव इदानीं न स्मरामि, परन्तु अनुनासिकत्वं न भवति एतदपि वयं गतपाठे दृष्टवन्तः अनुनासिकत्वं न भवति. अभ्यासस्य एव भवति न तु अभ्यस्तस्य न भवति इति अस्ति. तत्र अत्र लोप अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः, नुगतो नासिकन्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः इति सूत्रमस्ति. जप जप दह दश भञ्ज पशाञ्च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः इति सूत्रेण भवति इति वयं दृष्टवन्तः. इदानीम् अग्रे चरफलोश्च इति वयं पठितवन्तः, पठनीयं तदपि चरफलोश्च अपि यङ्ग् लुकि वयं दृष्टवन्तः. सत्यम्. आं पठतु महोदय, आरम्भं करोतु. चरफलोश्च, चरफलोश्च उत्परस्य आतः इति सूत्रापि अहं चर् फल इत्यनयोः धातोः अभ्यासनुगागमः भवति, अपि च अभ्यासात् परस्य ह्रस्वाकारस्य स्थाने उतादेशः भवति यङि परे, यथा चर्योग यङ् चचर्य चञ्चुर्य इति तत्र अभ्य उत्परस्य उत्परस्य आतः इत्यनेन तत्र आतः आतः उत् भवति. क्षम्यताम्, उत्परस्य अतः उत् भवति खलु, उत्परस्य अतः सन्धिः अभवत्, उत्परस्य अतः उत् क्षम्यताम् अतः उत् भवति इति. अस्तु एकनिमिष चन् अस्तु तत्र एकम चर्ययोग यङ् चचर्य चचुर्य हलिच इत्यनेन ओ इत्यनेन ओरुपदाय उपदा रोः धातोः उपादायः एकः दीर्घ इत्यनेन चञ्चूर्य चञ्चूर्यते इति भवति. चर्यङ् पदान्तवच्च इति वक्तव्यम् इति वार्तिकबलात् वा पदान्तसित्तनेन परसवर्णवैकल्पिक अपक्षे चञ्चूर्यते इति. फल् इति अस्ति पफल्य इति, पफल्य फफल्य पम्फल्य अनन्तरं पम्फुल्य पम्फुल्यते पम्फुल्यते इति. चरफलोश्च चर् फल् इत्यनयोः धातोः अभ्यासस्य नुगागमः भवति यङि यङिलुकि च. इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर् फल् इत्यनयोः उत्परस्य अतः इत्यनेन अभ्यासोत्तर अतः उत्त्वं स्यात्. तत्र पूर्वतनसूत्रे तत्र योजितं नास्ति जप जप इति, यद्यपि यदाकार अदन्तः अस्ति परन्तु उत्परस्य अतः इति अनुवृत्ति आवश्यकमस्ति चरफलोश्च इत्यस्य. अतः पृथक्तया लिखित पाणिनिना कृतं चरस्य फल् च तयोः इतरेतरद्वन्द्वः चरफलोः तयोः चरफलोः चरफलोश्चन्तं चाव्यपदं द्विविधविधं सूत्रम् अत्र लोप अभ्यासस्य इत्यस्मादभ्यासस्य अनुवृत्तिः गुणोयङ्लुको इत्यस्य अङ्लुको इत्यस्य अनुवृत्तिः नुगतो नानिक् अनाशिकब्दस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितम् सहितसूत्रमस्ति चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः इति. अग्रिमसूत्रमस्ति उत्परस्य आतः चर्फल् इत्यनयोः धात्वोः अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशः भवति यङि यङ्लुकि च. उत्प्रथमान्तं परस्य षष्ट्यन्तम् अतः षष्ट्यन्तं त्रिपदविधं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति चरफलोः अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः इति. अभ्यासात् परः यः अकारः अस्ति तस्य उकारः ह्रस्व उकारः भवति यङ्लुको इत्यनेन, तदा तत्र हलिच इति यदि चर् इत्यस्य दीर्घः भवति हलिच इति सूत्रेण. रेफान्त अवकारान्तजातूनाम् उपादायः अस्ति तस्य इकः वर्णः दीर्घः भवति हलिपरे. अनुवृत्तिसूत्रमस्ति गोः धातोः उपादायाः इकः दीर्घः हलि. तर्हि चञ्चूर्यते पं फुल् क्षम्यतां पं पं फुल्यते इति, तत्र दीर्घः न भवति, किमर्थं तत्र रेपः नास्ति, पर चञ्चूर्यते रेपः अस्ति इति कृत्वा तत्र रोः वोः उपादाय धातोः उपादायः इकः दीर्घः हलि इत्यनेन दीर्घः भवति. प्रश्नः उदेति तत्र क्षम्यतां तत्र दीर्घोकितः इति आरभ्य तत्र क्रमेण अस्ति सूत्राणि उत्परस्य अतः 88 पर्यन्तं 74 सर्वं सरपलोश्च गुणोयङ्गुकोः इत्यपि पूर्वम् अस्ति भगिनि. गुणोयङ्गुकोः दीर्घोकितः ओ गुणोयङ्गुकोः इति आरभ्य अस्तु. गुणोयङ्गुकोः दीर्घोकितः 84 अनन्तरं किम् 85 किं तदेव तत्र क्रमेण सूत्राणि अन्तिमम् अस्ति उत्परस्य अतः 88 पर्यन्तम् आगतं किल. सम्यक् अस्तु भगिनी पठति वा? धन्यवादः महोदय. प्रश्नः किम् अत्र अनेन समाप्यते किल वार् ओ इतोपि अस्ति. हा अस्तु प्रश्नः उदेति अत्र द्वयोः कार्यम् अस्ति. ओके महोदय, ऐ वेण्ट् टु फास्ट् फार् मी. अभ्यासस्य नुक् आगमः भवति, अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने अत् उत् आदेशः अपि भवति. अभ्यासात् परस्य, अभ्यासात् परस्य इत्यनेन नाट् अभ्यासस्य बट् चूर् इति भवति, च चूर्य चन् चूर्य इति भवति हलि च इत्यनेन. ओके अस्तु, नुक् आगम अपि च अभ्यासात् परस्य उत् आदेशः. अस्तु भगिनि, अत्र प्रश्नः उदेति, चरपलोश्च जप जप दह दश बञ्ज् बञ्ज पशां च इति द्वाभ्यां सूत्राभ्यां समानकार्यं सिध्यति इति कृत्वा किमर्थम् एते द्वे सूत्रे पृथक्तया विरचिते? उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थम्. ओके ओके, नो चेत् एकमेव सूत्रं यदि स्यात् तर्हि उत्परस्य आतः इति सूत्रेण यत् उत्त्वं विधीयते तत् केषां धातूनाम् इति कथं वा जानीयात्? अस्तु, चरपलोश्च जप जप दह दह दश बञ्ज पशां च इति द्वाभ्यां सूत्राभ्यां समानकार्यं सिध्यति इति कृत्वा किमर्थम् एकसूत्रस्य एव कृते पाणिनिना न दत्तम् इति कृते उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थं चरपलोः इत्यस्य कृते एव उत् अनुवृत्तिसहित चरपलः इति सूत्रम् अग्रिमसूत्रस्य कृते अनुवृत्तिः भवति इत्यनेन उत् आदेशः चरपलोश्च इत्यस्य कृते एव भवति, नाट् फर् जप जपदः. ओके अस्तु भगिन, अन्यः प्रश्नः उदेति, यः यङ्ग् लुगन्तप्रसङ्गे आगतः, यङ्ग् लुकि चर् इति चर् भवति, चर् भवति, यङ्ग् लुकि भवति, चञ्चर् भवति, नुक् आगमः चर् चरपलोश्च इत्यनेन तदपि यङ्ग् लुकोः अपि वा? ओके, तदपि यङ्ग् लुकोः अपि कार्यम्. ओके, आं सत्यं, तदा चञ्चुर् इति यङ्ग् लुगन्तधातुः, चञ्चुर् योगः ति इति कृते अत्र पुगन्तलघुपदस्य च इत्यनेन उकारस्य गुण आदेशः स्यात् किल? तत्र चञ्चुर् तत्र अस्माभिः चर्चितं यत् उत्परस्य आतः इत्यनेन यत् तपरकरणं साधितम् उत्परस्य तस्य सामर्थ्यात् गुण आदेशः निवारितः, तपरकरणं सिध्यति इति यात्र यङ्गन्ते गुणनिषेधः भवति, यतोहि चञ्चुर्योगः यकारः इति स्थितौ यङ् ञित् भवति. ओ आमां, परन्तु हलिच इत्यनेन दीर्घादेशः, सः तु ङित्वात् न बाधि, परन्तु हलिच इत्यनेन दीर्घादेशः, आम् सः तु ङित्वात् न बाधितः. हलिच इत्यनेन रुवोरुपदायाः एव रकार रेपान्त अथवा वकारान्तधातोः कृते एव सिद्ध्यति, ङित्वम् इति अत्र न ङित्वात् न बाधितं भवति. ओके, पर भगिनी वाट् इस् दट्? ओके, चञ्चुर्योगः ति. ओके, अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं भवति वा? चञ्चुर् उत्परस्य बट् गुणः नास्ति इति वयं जानीमः, बट् उत्परकरणसामर्थ्यात् इति वदति, तपरकरणात् सामर्थ्यात् इति, तदा गुण नास्ति खलु भगिनि? गुण इति अत्र यङ्ग् चञ्चोर् इति भवेत् तत्र, किमर्थं न भवति तत्र उत् इति तपरकरणं कृतम्, अनेन सामर्थ्यात् न भवति इति पक्षं स्वीकृतवन्तः, तत्र गुणः निवारितः, तदेव अग्रिम परिच्छेदे अस्ति, तदपि पठतु अनन्तरं समापय. प्रश्नः अस्ति यत् तपरकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः यङ्लुकि किमर्थं न एवमेव चञ्चुर्योगः यकार इति स्थितौ हलीच इत्यनेन यः दीर्घादेशः प्रसक्तः सः अपि निवारितः भवेत् किल अत्र किन्तु पूर्वत्रासिद्धम् इत्यनेन उत्परस्य आतः इत्यस्य दृष्ट्या हलीच इत्यस्य अस्तित्वं नास्ति ओके तत् इत्यस्य अस्तित्वं नास्ति अतः उत्परस्य आतः इति सूत्रद्वारा यत् तपरकरणस्य सामर्थ्यं तद्वारा बाधा न सम्भवति किमर्थम् इति चेत् उच्यते पूर्वत्रासिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं शास्त्रासिद्धं कार्यासिद्धं च शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं तत्र पूर्वत्रासिद्धं प्रति त्रिपाद्यं स्थितं परसूत्रम् असिद्धम् ओके अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातम् इति चेत् तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धम् ओके नाम यद्यपि कार्यं जातं तथापि न दृश्यते पूर्वसूत्रेण अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते प्रकृतस्थितिः अत्र हलिच इत्यनेन इति नास्ति इति यतोहि द्वयोः प्रसक्तिः युगपत् अस्ति अपि च तस्य उत्परस्य आतः इत्यस्य कार्यं जातं तत् सूत्रं तु हलिच इति पूर्वसूत्रं न तु परसूत्रम् उत्परस्य आतः तत् सूत्रं तु हलिच इत्यस्य कृते पूर्वसूत्रं न तु परसूत्रं तर्हि न शास्त्रासिद्धं न वा कार्यासिद्धम् दट् इस् ओके भगिनि पूर्वत्रासिद्धम् इत्यनेन अपि च शास्त्रासिद्धम् अपि च कार्यासिद्धं सिद्धम् इति द्वयोः सूत्रस्य द्वयोः एव स्थिते एव उत्परस्य आतः इत्यनेन दृष्ट्या हलिच इत्यस्य बाधितं नास्ति ओके परन्तु तद् तपरकरणविषये अत्र नास्ति प्रायः पूर्वस्परन्तु पूर्वस्मिन् पाठे प्रायः स्यात् तपरकरणसामर्थ्यात् तत्र गुणः नास्ति इति तद् द्रष्टव्यं भगिनि यङ्ग् लुक् पाठे पश्यामः प्रायः अग्रिमसप्ताहे तदपि आनयामि पुनः तद् पठामः एकवारम् अहमपि न स्मरामि किमर्थं तत्र तादृशम् उक्तवन्तः इति अत्र एतस्यापि उत्तरं न समाप्तम् अग्रे अस्ति तदपि अग्रिमसप्ताहे पुनः पठामः तत्र हलीच तत्र उत्तरं तु ज्ञातमेव परन्तु इदानीं तत्र किमर्थं केन प्रमाणेन तत्र हलीच प्रसक्तम् इति इदानीं किमर्थं प्रसक्तम् इति तत्र पुगन्तलघुपदस्य न भवति अत्र हलीच भवति तस्य बाधा किमर्थं नास्ति नास्ति इति प्रश्नः सम्यक् एव पश्यामः अस्तु एतावत् वयं दृष्टवन्तः एतत् परकरणम् अस्ति चेत् तादृशं चिन्तनमेव तादृशम् एतावता न कृतवन्तः तपरकरणसामर्थ्यात् गुणः न भवति इति गुणः अस्ति चेत् वयं गुणः कृतवन्तः एव किल परन्तु तपरसामर्थ्यात् गुणः न भवति चेत् तत्र दीर्घ हलिच इत्यनेन दीर्घः भवति तदेव प्रश्नः गुणः न भवति चेत् हलिच इत्यनेन दीर्घः कथं भवति प्रथमं वयं तपरकरणसामर्थ्यम् इति किम् इति एकवारं पठामः अनन्तरम् एतत् अपि पठामः समीचीनम् इतोपि किञ्चित् एव तत्कालः एव भवति ओकारः यदा गुणः भवति चेत् तत् दीर्घः भवति किल तत्कालः न तत्काल एव भवति खलु तपर तत्कालस्य तत्र तपरकरणं तर्हि तत् दीर्घः न भवति किमपि परिवर्तनं न भवति न भवति तदेव तदेव प्रश्नः अतः यदा गुणः कुर्मः उकारस्य उकारः इदानीं ह्रस्वः अस्ति तस्य गुणः कुर्मः चेत् दीर्घः भवति किल ओ इति दीर्घः उकार द्विमात्रा तादृशमेव चिन्तनं यदा हलीच इत्यनेन दीर्घः कुर्मः तदापि कालः कालस्य परिवर्तनं भवति किल अतः तद् प्रमाणम् आवश्यकम् इतोपि किञ्चिदेव अवशिष्टम् अस्मिन् पाठे अग्रिममपि अङन्तदातवः इत्येव पाठः अस्ति प्रायः विशेषधातु पश्यामः सामान्यधातु नापि किञ्चित् किञ्चित् क्लेशः एव सत्यं सत्यम् अस्तु अग्रिमसप्ताहे अनुवर्तयामः धन्यवादः नमस्कारः भगिनी नमस्ते